अस्तु, सर्वेभ्यः नमो नमः. अस्माकं विषयः अस्ति, अद्यतननूतनविषयः अस्ति, द्वन्द्वसमासः. द्वन्द्वसमासः, तर्हि वयं जानीमः समासाः, समासप्रकाराः के के. समासः यत्र भवति, यत्र पदानां समाहारः यदा भवति तत्र वर्णमेलनेन पदानां संयुक्तपदं न आगच्छति, अत्र अर्थमेलनं कृत्वा. तर्हि कुत्र यत्र पदानां समाहारः भवति, संयुक्तपदं यदा भवति, तत्र पूर्वपदस्य प्राधान्यम् अस्ति वा, उत्तरपदस्य प्राधान्यम् अस्ति वा, अन्यपदप्राधान्यमस्ति वा, उभयपदयोः प्राधान्यमस्ति वा इति कृत्वा चत्वारः प्रकाराः सन्ति. अस्तु, तर्हि उत्तरपदप्राधान्यमस्ति चेत् तत्पुरुषः, तत्पुरुषसमासः इति वदामः. पूर्वपदप्राधान्यमस्ति चेत् अव्ययीभावसमासः इति वदामः. अन्यपदप्राधान्यमस्ति चेत् बहुव्रीहिः इति वदामः इति वयं पठितवन्तः, तत्पुरुषसमासः एवं बहुव्रीहिसमासविषये. यदि पदद्वयोः प्राधान्यमस्ति तर्हि वदामः द्वन्द्वः अथवा द्वन्द्वसमासः. तर्हि द्वन्द्वसमासः उदाहरणम् इदानीं पश्यामः चेत्, रामः च कृष्णः च भवति रामकृष्णौ. किमर्थं पदद्वयमस्ति, द्विवचने भविष्यति. यथा लिङ्गमस्ति द्वितीयपदस्य, यदि पदद्वयमस्ति एवं द्वितीयपदं पुल्लिङ्गमस्ति, तर्हि उभयपदम् अथवा संयुक्तपदं यत् अस्ति तत् लिङ्गं भविष्यति अन्तिमपदस्य लिङ्गानुगुणम्. अन्तिमपदस्य यद् लिङ्गमस्ति तद् लिङ्गं भविष्यति समस्तपदस्य. रामः च कृष्णः च रामकृष्णौ. लाभः अलाभः, लाभ अलाभौ. रागः द्वेषः, रागद्वेषौ. द्विवचने, हा, एतत् सर्वं द्विवचने भवति. अथवा रामः कृष्णः गोपालः, रामकृष्णगोपालाः इति बहुवचनं. किमर्थम् इत्युक्ते संयुक्तपदे द्व्याधिकपदानि सन्ति, तर्हि द्विवचनं न भवति, बहुवचनम् इति भवति. तर्हि द्वन्द्वसमासस्य प्रकाराः द्वे. प्रथमस्य नाममस्ति इतरेतरद्वन्द्वः. प्रथमस्य नाम इतरेतरद्वन्द्वः. द्वितीयस्य नाम अस्ति, नाममस्ति समाहारद्वन्द्वः इति. द्विप्रकारः अस्ति द्वन्द्वसमासः. तर्हि कथं जानीमः कुत्र इतर इतरद्वन्द्वः अस्ति, कुत्र समाहारद्वन्द्वः अस्ति, कथम् इति जानीमः इति प्रश्नः भविष्यति. तर्हि इतरद्वन्द्वः यत्र भविष्यति इत्युक्ते पदद्वयमस्ति अथवा बहुपदानि सन्ति, परन्तु पदानि सुबन्तपदानि सन्ति. सुबन्तपदानि सन्ति, सुबन्तपदानि सन्ति. एवं सुबन्तपदं यत् अस्ति तत्र पदद्वयम् अस्ति चेत् द्विवचनं, द्वाधिकपदानाम् अस्ति चेत् बहुवचनान्तं भवति इति भवति इतर इतरद्वन्द्वः यत्र पदानि सुबन्तपदानि सन्ति इति साधारणतया वदामः चेत्. एवम् इतर इतरद्वन्द्वः यत्र अस्ति तत्र प्रति एकपदस्य प्राधान्यम् अस्ति एव, प्रति एकपदस्य प्राधान्यमस्ति एव. उदाहरणं रामः कृष्णः, रामकृष्णौ. खलु एवं हा अथवा वदामः चेत् पुष्पं फलं पुष्पफले खलु पुष्पफले द्विवचने प्रश्नमस्ति प्रथम प्रथमपद द्वितीयपद यदि लिखित रामकृष्ण रामकृष्ण परन्तु कृष्णरामौ न भवति लिखितुं शक्यते शक्यते न कोऽपि त्रुटिः अस्ति अस्तु यत्र अन्तिमपदं यत् अन्तिमपदम् अस्ति तदाधारेण वचनं तस्य वचनं भविष्यति विभक्ति तत्र वचनं वचनं प्रथमविभक्ति भवति प्रायशः बहुत्र प्रथमा भविष्यति तर्हि वचनं यद् भविष्यति तत् अन्तिमपदस्य अनुगुणं भवति यत् अस्ति इदानीं फलं पुष्पम् अस्ति चेत् वयम् इदानीं कृतवन्तः फलपुष्पे इति भविष्यति खलु परन्तु समाहारद्वन्द्वः किम् अस्ति तत्र ये पदानि सन्ति तत् मिलित्वा एकं पदं भविष्यति खलु एकं पदं भविष्यति तर्हि पदस्य लिङ्गं सर्वदा नपुंसकलिङ्गं भविष्यति यत्किमपि भवतु पदं पुलिङ्गं पदम् अस्ति चेदपि अन्तिमपदं समस्तपदस्य लिङ्गं सर्वदा नपुंसकलिङ्गं भवति खलु नपुंसकलिङ्गपदं भविष्यति इति प्रथमपदं वदामि इदानीं हा वदानीम् उदाहरणं खलु शृणुमः एकवारं पाणिः च पादः च पाणिपादम् खलु पाणिपादम् इति भविष्यति पादः इति पुलिङ्गपदं भविष्यति परन्तु अत्र समाहारस्थले नपुंसकलिङ्गं भविष्यति खलु इत्युक्ते समाहारद्वन्द्वः इतर उतरद्वन्द्वः भेदः कः इत्युक्ते समाहारद्वन्द्वे समूहपदं यत् भविष्यति तत्र भावः अस्ति भावः अस्ति इत्युक्ते तत् संयुक्तपदं यत् अस्ति तस्य योजनेन एव तस्य भावः आगच्छति मिलित्वा वदामः चेत् परन्तु इतरतरद्वन्द्वः अस्ति चेत् तत्र प्रत्येकपदस्य प्राधान्यम् अस्ति तत्र समूहरूपेण किम् अस्ति वा नास्ति वा इति वार्ता नास्ति समूहरूपेण परन्तु समाहारद्वन्द्वे समूहरूपेण यत् पदम् आगच्छति तस्य प्राधान्यम् अस्ति अस्तु किञ्चित् पठामः पुस्तके एतत् सर्वं दत्तमस्ति तर्हि अस्माकं पुस्तकम् अस्ति गीताप्रवेशः प्रथमभागः चतुर्दश अध्यायः अस्ति तत्र अग्रिमपुटे पश्यामः चतुर्दश अध्यायः अस्ति पुनः एकं हा तर्हि त्रिचत्वारिंशत् अधिकशततमपुटे अस्ति द्वन्द्वसमासभेदाः इति लिखितमस्ति अश्लेष महोदय आरम्भं कर्तुम् इच्छति वा आम् द्वन्द्वसमासभेदाः इतरेतरद्वन्द्वः इतरेतरयोगे मिलितानाम् एकस्मिन् अर्थे अन्वयः इतरेतरयोगः वर्तमानं सुबन्तं समस्यते सः इतरेतरद्वन्द्वः इति उच्यते यथा हरिश्च हरश्च हरिहरौ हरिश्च हरश्च गुरुश्च हरिहरगुरवः माता च पिता च मातापितरौ रामश्च लक्ष्मणश्च भरतश्च शत्रुघ्नश्च रामलक्ष्मणभरतशत्रुघ्नाः इतरेतर योगद्वन्द्वे समस्तपदे यदि द्वे पदे भवतः तर्हि समस्तपदं द्विवचनान्तं यदि बहूनि पदानि भवन्ति तर्हि बहुवचनान्तं भवति. वयं चर्चयामः इति इतर इतर द्वन्द्वसमासः अस्ति तत्र सुबन्तपदं पदानि सन्ति. अत्र उदाहरणानि दत्तमस्ति दत्तं सन्ति हरिश्च हरिश्च हरिहरौ. वयमपि चर्चयामः रामकृष्णौ इति तदेव भवति अत्र. यदि पदद्वयं भवति चेत् द्विवचनान्तं भवति. यदि पद बहूनि पदानि सन्ति चेत् पदं बहुवचनान्त भवति. एकः प्रश्नः. हा वदतु. प्रथम एवं तृतीय उदाहरणं हरिहरौ हरिश्च हरश्च मातापितरौ माता च पिता च श्च च हरिः अधिकं च सन्धिः अस्ति. भवान् वदतु कीदृशसन्धिः. विसर्गसन्धिः अस्ति विसर्गलोपेन तालादिशकार आदेशः. अन्य किमपि इति अस्ति. अवगच्छति वा? अत्र भवान् जानाति वा खलु विस्मृतवान्. अस्तु समीचीनम्. अस्तु अत्युत्तमम्. अस्तु अग्रे गच्छामः. इदानीं महोदय प्रसाद् महोदय पठति वा अग्रे किमस्ति. आम् समाहारगुण्डः समाहारे नाम समूहः यत्र द्वयोः बहूनां वा समूहारूपेण भानं तत्र समाहारगुण्डः. यथा वाणी च पादौ पादौ च एतेषां समाहारः वाणीपादम् घटश्च पटश्च एतयोः समाहारः घटपटं संज्ञा च परिभाषा च एतयोः समाहारः संज्ञापरिभाषम्. वदतु महोदय. समाहारे नाम समूहः यत्र द्वयोः बहूनां वा यत्र समूहः अस्ति एकपदः नास्ति समूहः अस्ति अन्य उपयोगः हरिश्च हरश्च एकः व्यक्तिः अस्ति अत्र समूहः अस्ति. द्वितीय उदाहरणे ओके पाणि पाणं पादौ अस्ति अत्र बहु अस्ति तत्र पाणिपादम् इति मन्ये. इत्युक्ते तत्र समाहारनाम इत्युक्ते समूहः. समूहः इत्युक्ते मिलित्वा पदार्थद्वयं वा बहूनि पदार्थानि वा मिलित्वा एकं पदं भविष्यति समूहः इति वदामः. तत्र यत्र द्वयोः बहूनां वा समूहरूपेण भानं भानम् इत्युक्ते भावम् अर्थं भानं तत्र समाहारद्वन्द्वः इति वदामः. यथा महोदयेन उक्तं पाणिपादं वा घटपटं वा सर्वे जानन्ति खलु. पाणि इत्युक्ते किं पादः इत्युक्ते किं जानन्ति वा? पाणि इत्युक्ते हस्तः हस्तः पादः इत्युक्ते सर्वे जानीमः खलु. तर्हि हस्तः पादः इति मिलित्वा वदामः पाणिपादम्. अत्र घटः सर्वे जानन्ति, पटः अपि सर्वे जानन्ति खलु. पटः इत्युक्ते तन्तुः, तन्तुः इत्युक्ते यत्र सूत्र तत्र यथा अस्ति तत्र रूपं रङ्गं कृत्वा तत्र वस्त्रं निर्मीयते. घटः इत्युक्ते पात्रं, तदेव जानीमः. संज्ञा च परिभाषा च एतयोः समाहारः. संज्ञा परिभाषम् इत्युक्ते यदि पदम् अस्ति संज्ञा परिभाषम्, अन्य कोऽपि वदति अन्वयवाक्यं वदतु अथवा अत्र विग्रहवाक्यं वदतु. विग्रहवाक्यम् इत्युक्ते यत्र पदानां विच्छेदं कृत्वा किं भवति तस्य पदस्य समस्तपदस्य अर्थं तर्हि वदामः. अत्र लिखितमस्ति संज्ञा च परिभाषा च एतयोः समाहारः. संज्ञा परिभाषाम् इति विग्रहवाक्यमस्ति, पूर्णविग्रहवाक्यम् इति समाहारद्वन्द्वः भविष्यति. एकः प्रश्नः अस्ति अत्र, सर्वाणि उदाहरणानि द्विवचनं एव अस्ति. द्विवचने नास्ति, द्विवचनं नास्ति, द्वितीयविभक्ति हा इति नास्ति महोदय. अत्र पश्यतु पाणि इति यत् पाणि यत् अस्ति एवं पादौ यत् अस्ति, पादौ तु द्विवचने अस्ति खलु महोदय. द्विवचने हा कति पदानि सन्ति तत्र? पादौ द्विवचनं, प्रथमाविभक्ति वा द्वितीयाविभक्ति वा? हा विभक्ति प्रथमा अस्ति, विभक्ति प्रथमा अस्ति, किन्तु वचन तु द्वयं द्वयम् अस्ति खलु, द्विवचने अस्ति. आम् आम्, द्विवचने इत्युक्ते पदार्थद्वयं खलु. आम् हा, तर्हि पाणि एवं पदार्थद्वयं मिलित्वा बहुवचनान्तरूपं भविष्यति. तर्हि अन्तिमपदं यत् अस्ति तत्तु नपुंसकलिङ्गपदं सर्वदा सर्वदा. भवान् एव पठितवान्, पठतु तत्र किं लिखितमस्ति. यत्र द्वयोः बहुनां वा, द्वयोः भवतु बहुनां वा भवतु, समूहरूपेण भानं तत्र समाहारद्वन्द्वः. इत्युक्ते अन्तिमरूपं यत् भविष्यति तत्तु निश्चयेन नपुंसकलिङ्गपदमेव, बहुनाम् अस्ति अपि तथा. अत्र पाणि पाणिपादं प्रथमाविभक्ति वा द्वितीयाविभक्ति वा? विभक्ति सर्वदा प्रथमा अन्त भवति समाहारद्वन्द्वे, नपुंसकलिङ्गपदे नपुंसकलिङ्गविषयः अस्ति चेत् खलु. अस्तु आम् आम्, समीचीनं. पाणि पाणिपादं समूहरूपे एकम् अर्थं, समूहरूपेण एकम् अर्थम् आवश्यकम् इति अस्ति. रामकृष्णः समूहरूपे अपि, समूहरूपेण नास्ति महोदय. रामः कृष्णः मिलित्वा एकं व्यक्ति नास्ति, व्यक्तिद्वयमस्ति एव. एवं सुबन्तानामपदमपि अस्ति, नामपदमस्ति खलु. नामपदमस्ति चेत् इतर इतरद्वन्द्वः, इतरे इतरद्वन्द्वः. पाणिति हस्त, नामं नास्ति इति अस्ति. अन्य रूपं तु समाहारे बहुनां पदमस्ति चेदपि, तथापि अर्थं तु बहुवचनरूपेण, बहुवचनरूपेण अस्ति. हा द्विवचने वा बहुवचने वा, द्विवचने अपि भवितुम् अर्हति. पादौ अस्ति अत्र द्विवचनं, पाणि मिलित्वा बहुवचनं भविष्यति. परन्तु यत् पदम् अस्ति समस्तपदं तत्तु रूपं रूपं यत् अस्ति नपुंसकलिङ्ग एकवचनान्तपदम् इति संज्ञा. अस्तु, अन्य कोऽपि प्रश्नः अस्ति वा अत्र? यदि यदि प्रथमपदं एकवचनं, द्वितीयपदं बहुवचनं अथवा तत् द्विवचनं, परिणामं भवति बहुवचनं बहुवचनं के. परन्तु रूपमस्ति नपुंसकलिङ्गपदम् एकवचनं. यदि प्रथमपदं किमपि किमपि किमपि किमपि अस्ति अन्तिमं बहुवचनं एकवचनं भविष्यति नपुंसकलिङ्गे. अस्तु, अन्य कोऽपि प्रश्नः अस्ति वा अत्र? अस्तु तर्हि अग्रे सरामः. अग्रे किं करिष्यामः, अत्र अध्यायस्य आरम्भे कथा अस्ति. इदानीं सर्वे जानन्ति द्वन्द्वसमासः प्रकाराः के के, इतर इतरद्वन्द्वः, समाहारद्वन्द्वः. कथां पठित्वा तत्र करिष्यामः पदानि के के सन्ति, तत्र विग्रहवाक्यं कथं भविष्यति, एतत् सर्वम्. अस्तु तर्हि अमूल्यभगिनी आरम्भं करिष्यति. अग्रे पदानि ये आगच्छन्ति अमूल्यभगिनी वक्तुम् इच्छति चेत् सम्यक्, नो चेत् विजया भगिनी वदिष्यति एतत् सर्वं. अस्तु, अमूल्यभगिनी आरम्भं करोति वा कथा? कदाचित् कृष्णार्जुनौ अटनार्थं प्रस्थितौ तौ च अहोरात्रं ग्रामवनानगरेषु आतीतवान्तौ अटन्तौ तौ स्वस्य सर्वं क्लेशं विस्मृत्य विविधानि शुभाशुभानि अनुभूतवन्तौ. विस्मयकराणि च दृश्यानि. अस्तु, समीचीनं समीचीनं भगिनि. अस्तु, तावत्पर्यन्तं पश्यामः किं किम् अस्ति. अस्तु, प्रथमवाक्यं किम् अस्ति? प्रथमवाक्यं पुनः एकवारं पठतु. कदाचित् कृष्णाञ्जनेयौ कृष्णाञ्जनौ अटनार्थं प्रस्थितौ. समीचीनं समीचीनम्. अत्र पदमस्ति कृष्णार्जुनौ इति पदमस्ति, स्थूलाक्षरे यत् लिखितमस्ति कृष्णार्जुनौ इति पदमस्ति. अस्तु, अमूल्यभगिनी किं वदति, किमस्ति कृष्णार्जुनौ इत्युक्ते किम् अस्ति? कृष्णार्जुनौ कति जनाः सन्ति, कति जनाः सन्ति कृष्णार्जुनौ? द्विजनाः सन्ति. समीचीनं समीचीनं समीचीनम्, अति उत्तमम्. अस्तु, इदानीं वदतु प्रथमजनः कः? कृष्णः अथवा अर्जुनः. समीचीनं, कृष्णः च अर्जुनः च कृष्णार्जुनौ इति पदमस्ति. समीचीनं, कृष्णः च अर्जुनः च कृष्णार्जुनौ इति पदं. तर्हि कीदृशसमासः अस्ति इति प्रश्नः. द्वन्द्वसमासः इत्युक्ते पदद्वयस्य प्राधान्यम् अस्ति, कृष्णपदस्य प्राधान्यम् अस्ति, अर्जुनपदस्य अपि प्राधान्यम् अस्ति. तर्हि कृष्णार्जुनौ इति कीदृश समासः द्वन्द्वसमासः अमूल्यभगिनी इतर इतरद्वन्द्वः वा समाहारद्वन्द्वः वा इदानीं वयं पठितवन्तः इतरद्वन्द्वः इतर इतरद्वन्द्वः किमर्थम् मिलित्वा एकसमाधि हा मिलित्वा एकं पदं भविष्यति समीचीनं परन्तु किमर्थं विजयभगिनी वदति वा सहायं करोति वा किमर्थं कृष्णश्च अर्जुनश्च आम् इतरेतद्वन्द् हा किमर्थम् इतरेतरद्वन्द्वः इति प्रश्नः इतरेतद् दोनो ऐ मीन् उत्तरपदेन पूर्वपद प्राधान्यम् अस्ति कस्य पदस्य प्राधान्यमस्ति प्रथमपदेन द्वितीयपद पदद्वयोः प्राधान्यमस्ति पदद्वयोः प्राधान्यम् अस्ति समीचीनं तत्तु समीचीनमस्ति परन्तु किमर्थम् इतरतरद्वन्द्वः इति प्रश्नः किमर्थं समाहारद्वन्द्वः नास्ति सरिता भगिनि समूहः नास्ति हा समीचीनम् अति उत्तमं भगिनी वदतु समूहः नास्ति उत्तमं प्रथम नास्ति हा हा हा समीचीनं भगिनी किञ्चित् सहायं करोतु सरिता भगिनी अत्र इतरेतरयोगे यदि प्रथमपदस्य द्वितीयपदस्य मेलनं भवति चेत् तस्य एकस्मिन् अर्थः भवति एकस्मिन् अर्थे भवति कृष्णार्जुनौ अटनार्थं प्रस्थितौ अत्र कृष्णः अपि अर्जुनः अपि अटनार्थं प्रस्थितौ एकं तस्य एकम् अर्थं भवति एकार्थे भवति इत्यर्थे इतरेतरद्वन्द्वः परन्तु कृष्णः अपि अटति अर्जुनः अपि अटति परन्तु समाहारद्वन्द्वे घटः अस्ति पटः घटम् अस्ति पटम् अस्ति तस्य कोऽपि सम्बन्धः नास्ति अन्यत् कोऽपि अपि कार्यं भवति घटः कोऽपि अन्यं कार्यं करोति पटः कोऽपि अन्यं कार्यं करोति तस्य समूहः अस्ति इति वदामः तस्य कोऽपि प्रत्यक्षसम्बन्धः भवितुं न अर्हति द्वन्द्वे परन्तु द्वयोः प्रामुख्यं द्वयोः महत्त्वपूर्णं भवति अस्तु अन्य किमपि अस्ति महोदय वदतु कृष्णः अर्जुनः समस्तपदे कृष्णार्जुनौ समस्तपदे द्वे पदे भवतः अतः समस्तपदे वचनं तु द्विवचनम् अस्ति अतः उत्तरे द्वन्द्वः हा अन्यत् किम् अस्ति महोदय प्रत्येकपद सुबन्धपदः अस्ति हा इति अन्यत् महत्त्वम् अस्ति तत् इत्युक्ते समीचीनम् अत्र उत्तरत्रयं सर्वे उक्तवन्तः सर्व एकभागम् आवश्यकं यथा भगिन्या यत् उक्तम् अत्र पश्यतु क्रियापदं किम् अस्ति प्रस्थितौ हा कौ प्रस्थितौ रामः अपि कृष्णः अपि खलु द्वयोः कृतवन्तौ तत् कार्यं पदद्वयस्य प्राधान्यम् अस्ति द्वन्द्वः इति भविष्यति खलु समाहारे तथा अस्ति वा नास्ति वा इति भिन्नवार्ता तद्भविष्यति इति प्रथमं द्वितीयं महोदयेन यत् उक्तम् इदानीं पश्यामः चेत् समस्तपदं यत् अस्ति कृष्णः पुल्लिङ्गपदम् अर्जुनः अपि पुल्लिङ्गपदं मिलित्वा कृष्णार्जुनौ इति अभवत् तर्हि नपुंसकलिङ्गं पदं नास्ति चेत् तत् प्रायशः व्याकरणरीत्या पश्यामः चेत् इतरेतरद्वन्द्वः अस्ति. तृतीयं महोदयेन यत् उक्तम् अस्ति, सुबन्तपदमस्ति अपि. तत् मिलित्वा एतत् सर्वम् अस्ति चेत् अस्माकम् इतरेतरद्वन्द्वः भविष्यति. इति साधारणरीत्या पश्यामः चेत् इति अस्ति. संज्ञा नामपदं वा संज्ञापदं वा एतत् सर्वम् अस्ति चेत् अस्तु. समीचीनं, सर्वे उक्तवन्तः एतत् सर्वम् अस्तु. इदानीं पुनः विजया भगिनी, अहोरात्रं किमस्ति तत्र? अहोरात्रम् अग्रिमपदम्, अग्रिमवाक्यपदमस्ति अहोरात्रम्. अहोरात्रं ग्राम तौ च. न न, अहोरात्रं कीदृशसन्धि, कीदृशसमासः अस्ति इति वदतु. अहोरात्र हा, सरिता भगिनी किञ्चित् सहायं करोतु. सरिता भगिनी अस्ति वा? न श्रूयते. क्षम्यतां भवान्. अह च रात्र च, अत्र दिन अस्ति, रात्र अपि अस्ति, रात्रि अपि अस्ति. अत्र समूह, एकनिमिषः, अत्र समूह इति वर्तते, अहोरात्रम् इति भवति नपुंसकलिङ्गे. परन्तु यदि वयं वक्तव्यम् इति, दिनस्य कालः अस्ति इत्यर्थे तेषां तयोः कोऽपि सम्बन्धः अस्ति चेत् इतरेतर द्वन्द्वः अपि भवितुम् अर्हति. परन्तु अत्र नास्ति इति अहं मन्ये. अत्र समाहारद्वन्द्वः भवति अहोरात्रम् इति. कुशल महोदय किं वदति? उत्तरं वदतु. समाहार वा इतर उत्तर वा? समस्पदं नपुंसकलिङ्गे इति अस्ति व्याकरणरीत्या पश्यामः चेत् अर्थम् एक भावः अस्ति. दिवस् एवं रात्रि, अह दिवस् एवं रात्रि, एकः समूहः भविष्यति. दिनस्य समूहः इति भविष्यति कृत्वा समाहारद्वन्द्वः इति अस्ति. अस्तु, समीचीनं, तत् अस्ति. अस्तु, विनोदमहोदय इदानीम् अग्रिमं. ग्राम वन नगरेषु अत्र ग्रामवन प्रथमवान् प्रथमपद ग्राम इति प्रथमपद ग्राम केवलं ग्राम इति प्रथमपद वन वन द्वितीयपदं नगर द्वितीय ग्रामः इति प्रथमपदं वनं वनम् इति द्वितीयपदं तृतीयपदं नगर नगरं नगरं द्वितीयपदं त्रयं मिलित्वा ग्रामवन नगरेषु अत्र अत्र कोऽपि सुबन्धनाम न भवति. तत्र समाहारद्वन्द्वं भवत् अस्ति. द्वितीयनियमं ग्रामं नपुंसकलिङ्ग वनं ग्रामः इति ग्रामः इति पुल्लिङ्गपदं पुल्लिङ्गपदं नगरं ग्रामं वा ग्रामस्य पुल्लिङ्गमस्ति ग्रामं परिवर्तनं करोति लघुचकुलिङ्ग. हा, तर्हि किं समाहारद्वन्द्वः समाहारद्वन्द्वः अस्ति वा? किमस्ति वदतु महोदय. अत्र इदानीं किमस्ति? इतरतरद्वन्द्वः अस्ति. किमर्थं त्रीणि पदाः त्रीणि पदानि पदानि प्राधान्यं सर्वस्य प्राधान्यमस्ति. ग्रामं च वनं च नगरं च ग्रामवननगराणि इति भविष्यति खलु. अत्र स्थानविषये अस्ति अतः सप्तमी भविष्यति खलु. सप्तमी विभक्ति अस्ति किमर्थम् इत्युक्ते स्थानम् इति अस्ति, नो चेत् एतत् अस्ति इतरेतरदण्डः. अस्तु, बहुवचनं बहुवचने अस्ति तर्हि सुवर्णपदानि सुवर्णपदानि अपि सन्ति. ग्रामवननगराणि इति अस्ति पदं, परन्तु सप्तमी विभक्ति अत्र अस्ति कृत्वा ग्रामवननगरेषु अभवत्. अत्र नामनं भवति, नामस्ति पुरुषनामनं भवति. पुरुषः केवलं सुबन्तमस्ति इति नास्ति, केवलं पुरुषनाममिति नास्ति, अन्य कोऽपि नाममपि भविष्यति. अस्तु, समीचीनं. कुशलमहोदय अग्रिमं किम् अस्ति? अटन्तौ क्लेशं विस्मृत्य विविधानि शुभाशुभानि अनुभूतवन्तो विस्मयकराणि च दृष्टानि दृष्टवन्तौ. शुभ शुभाशुभानि शुभ च अशुभ च शुभानि तत् परन्तु विग्रहवाक्यं सम्यक् नास्ति. विग्रहवाक्यं वदतु सम्यक्, सम्यक् रीत्या वदतु. शुभश्च अशुभश्च न, तथा नास्ति. आश्लेष महोदय किं वदति विग्रहवाक्यं? शुभानि च अशुभानि च. शुभानि च अशुभानि च शुभाशुभानि. एतयोः एतयोः मेलनं कृत्वा शुभाशुभानि. हा वदतु भगिनि. शुभाशुभौ भवति न, शुभाशुभौ शुभाशुभौ शुभानि. अत्र शुभानि इति अस्ति खलु, शुभम् अशुभम् इति नपुंसकलिङ्गपदम् अस्ति भगिनि. तर्हि शुभं यत् अस्ति तस्य बहुवचनम् इति अस्ति पदे शुभानि. अशुभं यत् अस्ति तस्यापि बहुवचनम् अस्ति, इत्युक्ते यत् भविष्यति अग्रे गत्वा तत् शुभम् एकवारं शुभं द्विवारं त्रिवारं वा बहुवारं मिलित्वा शुभानि इति पदम् अस्ति. परन्तु अत्र विविधानि अस्ति न, सो एकं शुभं नास्ति अथवा एकम् अशुभमपि नास्ति इत्यर्थे शुभाशुभो भवितुं न अर्हति. हा समीचीनं, ते समाहारद्वन्द्वः इति समाहारः नास्ति खलु, इतरेतरद्वन्द्वः अस्ति शुभानि च अशुभानि च शुभाशुभानि इति भविष्यति, इतरेतरद्वन्द्वः इति भविष्यति. अस्तु, समीचीनम्. अग्रे इदानीं कः वदति? उदयकुमार महोदय. सर्पनकुलस्य सङ्घर्षः, रजसिंहयोः युद्धं, खगमुगाणाम् आलापः, कापोलुकस्य च कलहः इत्यादिकं सर्वं तौ साश्चर्यम् अपश्यताम्. सत्त्वनकुलस्य अत्र सत्त्वस्य नकुलस्य च सत्त्वं नकुलं तस्य कीदृश एतत्तु मित्राणि सन्ति वा सर्पः नकुलः मित्रमस्ति वा किमस्ति तर्हि सर्पं नकुलं कीदृशं मित्रं सन्ति वा अथवा शत्रुः सन्ति वा तर्हि सङ्घर्षः यत् भविष्यति एकं सङ्घर्षं कर्तुं शक्नोति वा द्वयोः आवश्यकं वा यदि द्वयोः आवश्यकं तर्हि इति त्रुटिः अस्ति खलु समाहारः न भवति चेत् सङ्घर्षः न भवितुम् अर्हति खलु अत्र तर्हि सर्पः च नकुलः च सर्पनकुलम् इति पदमस्ति तस्य षष्ठी अस्ति अत्र सर्पः च नकुलः च सर्पनकुलम् इति पदमस्ति किमर्थम् इत्युक्ते कथं जानीमः समीचीनं सर्पः च सर्पः च नकुलः च समाहारः नास्ति चेत् सङ्घर्षः न भवितुम् अर्हति इति कृत्वा इत्युक्ते एकमस्ति चेत् कार्यं न भवेत् इति कृत्वा तस्य समाहारः आवश्यकं नो चेत् न भविष्यति नो चेत् न भविष्यति इत्युक्ते किञ्चित् अध्यायस्य अग्रे गत्वा पठामः कानिचन श्रेण्यां सन्ति ये न मिलन्ति चेत् कार्यं न भवति खलु तस्य मेलनम् आवश्यकम् एव नो चेत् न भवति सर्पनकुलः इत्युक्ते प्राणिनां ये सन्ति तत्र कः नकुलः सर्पं खादयति खलु वने मिलन्ति चेत् नकुलः सर्पं खादयति इति अस्ति तत्र इत्युक्ते आनन्दम् इति नास्ति हा विरोधं भविष्यति खलु कुत्रापि नकुलः पश्यति चेत् सर्पं तर्हि तत्र वैरी भविष्यति मित्रता नास्ति मित्रता नास्ति समाहारः आवश्यकं सङ्घर्षं कार्यमस्ति सङ्घर्षः तत् कार्यं यदा अस्ति समाहारः नास्ति चेत् कार्यं न समाप्तं भविष्यति इति कृत्वा द्वन्द्वसमासः वक्तुं शक्यते पुनः द्वन्द्वौ इतरेतर अस्ति वा समाहारः अस्ति वा इति समाहारः भविष्यति अत्र खलु परन्तु अत्र यदि समाहारः अन्ते षष्ठी अस्ति महोदय सर्पनकुलं सर्पनकुलम् अस्ति पदं यत् नकुलम् इति कथं जानीमः यदि सर्पः नकुलः अस्ति चेदपि ओ एकवचनम् एकवचनम् अस्ति सर्पनकुलं तस्य षष्ठी अस्ति सर्पनकुलस्य मिलित्वा एकवचनं रूपेण अस्ति ततः सर्पनकुलम् इति एकं पदम् अस्ति तस्य षष्ठी भवति सर्पनकुलस्य एकवचने अस्ति पदमस्ति तु एकमेव अतः समाहारद्वन्द्वः अस्ति खलु सर्पनकुलौ अस्ति चेत् तस्य षष्ठी अस्ति चेत् द्विवचने भविष्यति सर्पनकुलयोः व्याकरणरीत्या पश्यामः चेत् तदेव सङ्केतः अस्ति अत्र एव अत्रापि समीचीनं अग्रे लार्ड् गजसिंहयोः अत्र तु वदतु इति अस्ति खलु गज तत्रापि विरोधिमनोभावः अस्ति विरोधिमनोभावः अस्ति तथापि अत्र द्विवचने अस्ति राजसिंहयोः अस्ति अतः इतरेतर द्वन्द्वः नास्ति मिलित्वा समीचीनम् अग्रिमं करोतु कः करोतु एकवचनमपि आवश्यकं समीचीनम् अस्तु सर्पनकुलम् इति सर्पनकुलं भविष्यति समाहारद्वन्द्वः वयं कृतवन्तः गजसिंह गजसिंहौ इति अस्ति तस्य षष्ठी अस्ति गजसिंहयोः इति इतरेतरदण्डः अस्ति. अग्रे सिंहौ गजसिंहौ खलु तस्य षष्ठी गजसिंहयोः बालकौ बालकयोः. अस्तु अग्रे अश्लेष महोदय. खगमृगाणाम् अत्र बहुवचनम् अस्ति, बहु पदद्वयमस्ति, पदद्वयं स्तः खगश्च मृगाश्च खगमृगाणाम् इतरतर. हा का विभक्ति अस्ति महोदय? षष्ठी विभक्ति अस्ति बहुवचने. हा पुनः वदतु एकवारम्. खगश्च मृगाश्च. हा समीचीनं, मृगाः इति सन्ति खलु, अतः मृगाः यत्र बहुवचनमस्ति मृगाः तत्र विसर्गलोपः न भवति. मृगाः च मृगाः च मृगाश्च न समीचीनम् अस्तु. खगः खगः खगः च मृगाश्च आलापः. आलापः इत्युक्ते वार्तालापः. खगः मृगः मिलन्ति चेत् किं वार्तालापः भवति खलु, न तु सङ्घर्षः न तु युद्धः. अस्तु समीचीनम्. अग्रे प्रसाद महोदय. काकोलुकस्य वदतु महोदय. काकः उल्लूकः अत्र इतरत्र द्वन्द्वसमासः इति चिन्तयामि, षष्ठी विभक्ति. काकः उल्लूकः इदानीमेव वयं कृतवन्तः, पुनः चिन्तयतु. इदानीं पश्यतु महोदय, काकः काकौल्लुकस्य इति पदमस्ति खलु. आम्, तर्हि वचनं किं, विभक्ति का? विभक्ति षष्ठी विभक्ति. विभक्ति षष्ठी अस्ति, वचनं किं? काकः उल्लूक उल्लूक एकवचनम्. एकवचनम् अस्ति. यदि षष्ठीविभक्ति एकवचनं यत् अस्ति, प्रथमाविभक्ति एकवचनं किं भविष्यति वदतु. प्रथमाविभक्ति एकवचनं काकः. न न, पदद्वयोः मेलनेन वदतु. प्रथमाविभक्ति काकौ उल्लूकौ. उल्लूकौ यदि उल्लुकौ अस्ति, षष्ठीविभक्ति किं भवति, प्रथमाविभक्ति उल्लुकौ अस्ति चेत्. आम् ओके, उल्लुकयोः काक उल्लुकयोः. हा परन्तु अत्र तु उल्लुकयोः नास्ति, उल्लुकस्य अस्ति, तर्हि किं भविष्यति? समाहारद्वन्द्वौ. वदतु किं प्रथमाविभक्ति एकवचने. प्रथमाविभक्ति काक उल्लूकम्. प्रथमाविभक्ति एकवचने किं भविष्यति पुनः? काक उल्लूकम्. हा इति अस्ति, समीचीनम्. यत्र कलहः सङ्घर्षः एतत् सर्वं भविष्यति, द्वयोः प्राणियोः आवश्यकता अस्ति कृत्वा समाहारः इति भविष्यति तत्र. इत्युक्ते आनन्देन एतत् सर्वं कार्यं न भविष्यति, यथा रामकृष्णौ ग्रामं गच्छतः तथा नास्ति. अस्तु समीचीनम् अस्ति. अग्रे सरिता भगिनी. आम्, एकदा श्रुतिपिपासाभ्यां पीडितौ तौ कञ्चन ग्रामं प्राप्तवन्तौ. क्षुत् च पिपासा च अत्र इतरेतरद्वन्द्वः भवति. श्रुतिपिपासाभ्याम् अत्र तृतीयविभक्तिः अस्ति, तृतीयविभक्तिः द्वौ वचने अस्ति, द्वौ वचने द्वितीयविभक्ति अस्ति, अत्रापि अस्ति पीडितौ, पीडितौ तौ, अत्र इतरेतरद्वन्द्वः. समीचीनम्. इत्युक्ते इदानीं पदद्वयं वदतु एकवारं भगिनी, किं किम् अस्ति? क्षुत् क्षुत् अस्ति, पिपासा अपि अस्ति. पिपासा अस्ति चेत् जलस्य आवश्यकता अस्ति. क्षुत् अस्ति चेत् बुभुक्षा अस्ति, अन्नस्य आवश्यकता अस्ति. क्षुत् च पिपासा च तेभ्यां पीडितौ तौ. समीचीनम्, अति उत्तमं, तथा अस्ति. क्युत् हा, क्युत् अस्ति, बुभुक्षा, बुभुक्षा, बुभुक्षा भगिनी उक्तवती इदानीं खलु, अन्नस्य आवश्यकता अस्ति, बुभुक्षा. पिपासा इत्युक्ते जलम्. षष्टि क्षुत् पिपीक्षा पिपासा, क्षुत् पिपासाभ्यां, पिपासाभ्याम् इत्युक्ते अत्र द्विवचने अस्ति खलु, विशेषणविशेषभावः अपि द्रष्टुं शक्यते किं किम् अस्ति. अस्तु, समीचीनमस्ति. तत्र द्विवचन अत्र तृतीया विभक्ति अस्ति न, परन्तु अत्र विशेषणविभक्तिभावः नास्ति, विशेषणविशेषभावः. अत्र तृतीया विभक्ति द्विवचने अस्ति, तस्य सम्बन्धः पीडितौ तौ स्तः अस्ति चेत् इतरेतरद्वन्द्वः इति अपि वक्तुं शक्नुमः. इत्युक्ते अग्रे किम् अस्ति दृष्ट्वा तत् वक्तुं शक्यते. पीडितौ कीदृशौ इत्युक्ते अत्र संस्कृतेन भगिनी किम् अस्ति, पदयोः स्थानं तस्य प्राधान्यं नास्ति खलु. इत्युक्ते वाक्यमिदानीं वक्तुं शक्यते, पीडितौ तौ च्युत् पिपासाभ्याम्. परन्तु सम्बन्धः पीडितौ तौ सः अस्ति न अत्र? हा, निश्चयेन अस्ति. पीडितौ च्युत् पिपासाभ्यः विशेषणविशेषभावः तु नास्ति, सम्बन्धः तयोः पदयोः सः अस्ति. हा, समीचीनम्. विशेषणविशेषभावः अस्ति चेत् इत्युक्तस्य विशेष विशेषणस्य अपि तत् विभक्तिवचनम् आवश्यकं, तथा तु नास्ति. परन्तु वाक्यस्य पदं दृष्ट्वा वक्तुं शक्यते किम् अस्ति. समीचीनम्, वदतु महोदय. अत्र किं द्वन्द्वः? अत्र इतरेतरद्वन्द्वः खलु. हा, क्युत् पिपासा इति अस्ति. तर्हि भवान् वदतु एकवचने. हा, इत्युक्ते विभक्ति त्यजामः चेत् पदस्य रूपं किं भवति? भवान् अहं वदामि वा? हा, वदतु वदतु. यदि यदि यदि कृष्णार्जुनः अस्ति, कृष्णार्जुनः अस्ति, कृष्णार्जुनौ सः यदि क्षुतेन पीडितौ तौ, मरुता अस्ति, मरुता क्षुता पीडितौ तौ, अथवा पिपासया पीडितौ तौ इति भवितुम् अर्हति. परन्तु अत्र क्षुता अपि अस्ति, पिपासया अपि अस्ति, तृतीया विभक्ति. क्षुतेन क्षुता अधिकं पिपासया मिलित्वा क्षुतपिपासौ इति भवति. क्षुतपिपासौ इतरेतरद्वन्द्वः. क्षुत् पिपासौ इति नास्ति, च्युत् पिपासे इति अस्ति, पिपासा इति नपुंसकलिङ्गपदम्, श्रीलिङ्गपदं, श्रीलिङ्गपदं, क्षुतपिपासे. क्षम्यतां, क्षम्यतां, समीचीनं भवान्. क्षुतपिपासे अस्ति अत्र, तस्य तृतीया विभक्ति तेभ्याम् इति भवति इति अस्ति खलु. अत्र क्षुतपिपासे अस्ति चेत् ताभ्यां भवति न, क्षुतपिपास्याभ्याम् अस्ति चेत् ताभ्यां भवति, तेभ्यां न, ताभ्यां भवति. किमर्थं पिपासा स्त्रीलिङ्गे अस्ति, क्षुतपिपासे अस्ति चेत् तत् तत् शब्दस्य श्रीलिङ्गरूपम् आवश्यकं न? तथा अस्ति खलु, ताभ्याम् इति अस्ति, पिपासाभ्याम् अभ्याम् इति अस्ति. ताभ्याम् इति अस्ति, समीचीनमस्ति खलु। यदि प्रथमाविभक्ति विभक्तौ वदामः चेत् च्युत् पिपासे, च्युत् च पिपासा च, च्युत् पिपासे इति भविष्यति। परन्तु अत्र तृतीया विभक्तौ अस्ति कृत्वा च्युत् पिपासाभ्याम् इति अस्ति, तृतीया विभक्ति द्विवचने अस्ति। अस्तु, समीचीनमस्ति। अग्रे कः? अमूल्या भगिनी, अग्रे पठतु कृपया। समीपं किचनगृहं गत्वा यदा जलं याचितं तदा गृहास्वामि तौ उच्चैः तर्जितवान्, ततः बहुषु गृहेषु तदेव अनुभूतं कामक्रेदौ कामक्रोधौ लोभमोहौ दोषः तान् जनान् निवारयन्ति स्म। समीचीनम्, अस्तु, अत्युत्तमं भगिनि, अस्तु। कामक्रोधौ इति अस्ति, कीदृशसमासः किञ्चित् वदति वा? इतरेतरद्वन्द्वः, समीचीनम्, अत्युत्तमम्, अत्युत्तमं। किमर्थम् इतरेतरद्वन्द्वः? अत्युत्तमं, समीचीनमस्तु। काम च क्रोध च, कामक्रोधौ इति अस्ति खलु। यत्र द्विवचने पुल्लिङ्गपदे अस्ति चेत् तदेव, इत्युक्ते यत् पदम् अस्ति अन्तिमपदं, क्रोधः पुल्लिङ्गपदम् अस्ति, तस्य द्विवचनं कृत्वा, तर्हि पुल्लिङ्गद्विवचनम् अस्ति चेत् तत्र वक्तुं शक्यते इतरत्र द्वन्द्वः। अग्रिमं विजया भगिनी। लोभश्च मोहश्च इतरेतद्वन्द्वः। किमर्थम् इतरत्र द्वन्द्वः, पुनः एकवारं वदतु। इतरेतद्वन्द्वः सुबन्ध, वर्तमान सुबन्ध तत् अस्ति, अन्य किमपि अपि अस्ति खलु। वदतु विनोद् महोदय, साहाय्यं करोतु। अन्य अस्ति, वदतु भगिनि। उत्तरपद पूर्वपद प्राधान्यम् अस्ति, लिङ्ग अनुसार पदं विभक्ति अस्ति। तत् अस्ति, अन्यत् किम् अस्ति महोदय, विनोद् महोदय? लोभः च मोहः च अत्र मिलित्वा अन्तिमपद त्रिवचनं भवति। एवं पुल्लिङ्गे अस्ति, अतः इतरेतरद्वन्द्वः यदि समाहारद्वन्द्वः अस्ति चेत् किं भवति अन्तिमपदम् इत्युक्ते समस्तपदस्य लिङ्गं किम् अस्ति तर्हि पदं किं यदि समाहारद्वन्द्वः अस्ति चेत् इति भविष्यति परन्तु तथा नास्ति अतः समाहारद्वन्द्वः नास्ति अस्तु समीचीनम् अस्तु अस्तु समीचीनम् अत्युत्तमं भगिनी अस्तु इदानीं विजया भगिनी पुनः एक अन्यत् एकं प्रयत्नं करोति वा मदमाश्चर्ये मदं मदं च इतरेतद्वन्द् प्रसादमहोदय किं वदति अत्र मदश्च मदमाश्चर्ये कीदृशसमासः अस्ति भवान् किं वदति मदमाश्चर्ये इतरेतर अस्ति पुल्लिङ्गे अश्लेषमहोदय किं वदति अत्र समाहारद्वन्द्वः अस्ति किमर्थं सप्तमीविभक्ति अस्ति एकवचने अस्ति सप्तमीविभक्ति अस्ति वा मदमात्सर्ये मात्सर्यः अस्ति वनं वने वनानि ओ तत् अस्ति मात्सर्यम् अस्ति पदम् भवान् उक्तवान् इति इदानीं समाहारद्वन्द्वः इति कृत्वा खलु आम् अहं सप्तमीविभक्ति चिन्तयित्वा उक्तवान् समाहारः कथं भविष्यति समाहारद्वन्द्वः अस्ति चेत् पदं किम् अस्ति नपुंसकलिङ्गपदं हा परन्तु यदि सप्तमे विभक्ति अस्ति चेत् तर्हि वक्तुं शक्नोति वा द्वितीयविभक्ति अस्ति प्रथमविभक्ति कामक्रोधोमोहो मदमात्सर्ये च दोषाः तान् जनान् परोपकारात् निवारयन्ति स्म मदमात्सर्ये द्विवचने अस्ति लिङ्गं पुल्लिङ्गे अस्ति देवः देवे पुल्लिङ्गं वा स्त्रीलिङ्गे अपि भवितुम् अर्हति अहं न जानामि मदम् आत्सर्या अस्ति अथवा अहं न जानामि बालकः बालकौ अथवा बालके द्विवचने देवः देवे वा न नपुंसकलिङ्गे न देवः देवौ आ क्षम्यतां भवान् क्षम्यतवान् किं नूतनविषयः आगतः वा अस्तु समीचीनम् अस्तु अस्तु अस्तु तर्हि वदतु पुनः एकवारं स्पष्टतया वदतु सर्वे ये अवगच्छेयुः मदश्च मात्सर्यश्च तर्हि प्रथमाविभक्तौ किं भविष्यति वदतु मात्सर्यं च मात्सर्यं च अस्तु एकनिमिषः शृणोतु सर्वे तर्हि इत्युक्ते सरितभगिनी स्पष्टतया उक्तवती यदि यदि इदानीं चिन्तयामः इतरेतरद्वन्द्वः अस्ति खलु तर्हि किं भवति मदः च मदं च माश्चर्यं च खलु इति यदि पुल्लिङ्गे कोऽपि चिन्तयति इदानीं लिङ्गस्य लिङ्गं न जानाति पुल्लिङ्गं भविष्यति इति चिन्तयति मदः च माश्चर्यः च मदमाश्चर्यै इति भविष्यति खलु मदमाश्चर्यौ इति भविष्यति तर्हि मदमाश्चर्ये इति न भविष्यति तत्र इति पदमपि न आगमिष्यति खलु तर्हि इतरेतरद्वन्द्वः न भवितुम् अर्हति एव समाहारः एव इत्युक्ते अन्तिमपदम् अन्तिम न समस्तपदस्य लिङ्गं नपुंसकलिङ्गपदम् इति अस्ति एव निश्चयेन खलु यदि पुल्लिङ्गं भविष्यति चेत् किं भविष्यति योः षष्ठी अस्ति चेत् सप्तमी अस्ति चेत् अपि योः भविष्यति तर्हि पुल्लिङ्गं नास्ति एव खलु अन्तिमपदम् एतत् अस्ति तत्तु नपुंसकलिङ्गपदमेव नपुंसकलिङ्गपदे अन्ते एकारः स्थलद्वयोः आगमिष्यति. प्रथमा विभक्ति द्विवचने, सप्तमी एकवचने. अत्र तु सप्तमी नास्ति, अत्र प्रथमा अपि अस्ति केवलम्. अतः समस्तपदस्य लिङ्गं नपुंसकलिङ्गपदम्. समस्तपदस्य नपुंसकलिङ्गपदं कुत्र भविष्यति? नपुंसकलिङ्गं परन्तु बहु द्विवचनम् अस्ति अत्र. अत्र द्विवचनं भविष्यति निश्चयेन. इति प्रश्नः अस्ति. अर्थः वा? अर्थः इत्युक्ते दु गुणाः इति अस्ति. गुणः मदः एवम् आश्चर्यः इत्युक्ते ये धूम्रपानं कुर्वन्ति एतत् सर्वं तत्र मदिरा इति एतत् सर्वम् अस्ति. मात्सर्य इति एन्वि इति न भवान् मद् इस् अत्र इतरेतर द्वन्द्वः ईगो. हा तत् समीचीनं. हा समाहारः नास्ति, केवलम् अत्र लिङ्गं यत् अस्ति नपुंसकलिङ्गपदम् अस्ति कृत्वा द्विवचने भविष्यति नपुंसकलिङ्गपदस्य इति अस्ति खलु वार्ता. मदमाश्च मदं च माश्चर्यं च खलु. अस्तु समीचीनम्, अग्रे गच्छामः, शीघ्रमेव करिष्यामः. हा समीचीनम् अस्ति, तथा इतरेतरद्वन्द्वः अस्ति. अग्रे कः करोति? हा उदयकुमार् महोदय. न कुत्रापि माधवः अर्जुनः इति माधवः च अर्जुनः च माधवार्जुनौ अत्र इतरेतर द्वन्द्वः द्विवचनम् अस्ति. खाद्यपेयं खाद्यं खाद्यः पेयः परन्तु अत्र खाद्यपेयम् अस्ति. अत्र प्रथम एकवचन नपुंसकलिङ्गरूपेण अस्ति, अतः समाहारग्रन्थः खाद्यपेयं. समीचीनम्, अग्रिमं महोदय, कुशल महोदय. तथापि धर्मवेत्ता श्रीकृष्णः तान् ग्रामजनान् आशिषा अनुगृहीतवान्. धर्मवेत्ता धर्म अधर्म वेत्ता तर्हि किं भवति? धर्म च अधर्म च वेत्ता च अत्र गर्भबहुव्रीहि अस्ति, इतरेतर द्वन्द्व गर्भबहुव्रीहि. बहुव्रीहि इति नास्ति. अस्तु पश्यामः पुनः. वदतु कुशलमहोदय एकवारम्. धर्म अधर्म हा तर्हि अत्र किम् अस्ति? कीदृशसमासः धर्माधर्मौ धर्म अधर्म धर्माधर्मौ इति इतरेतरदण्डः अस्ति. अग्रे इति नास्ति ततः. सरिता भगिनी वदतु, भवत्याः चिन्तनं समीचीनम् आसीत्. धर्माधर्मौ धर्मयोः यत् यः वदति सः इति अहं मन्ये. यस्य वेत्ता, यस्य वेत्ता धर्माधर्म, यस्य वेत्ता इति बहु वेत्ता श्रीकृष्णः. समीचीनं. सो पितरेतर द्वन्द्व गर्व बहुव्रीहि, हा इति अस्ति. समीचीनम्. इतरेतरद्वन्द्व गर्भ बहुव्रीहिः अस्ति. अस्तु, समीचीनम्. अग्रे महोदय. तथा केशवार्जुनौ अन्यं ग्रामं प्राप्तवन्तौ. शीघ्रमेव वदतु, केशवार्जुनौ कीदृश? केशव च अर्जुन च अत्र द्रयं द्विवचनं भवति अन्ते. समीचीनम्. अस्तु अस्तु, अत्युत्तमम्. अग्रे कः वदति? अस्तु, विजया भगिनी. तत्र कश्चिंश्चित् गृहे जले याचिते सति क्षीरं भोज्यं च प्राप्तवन्तौ. तस्मिन् ग्रामे अन्येषु त्रिश्चतुरेषु गृहेषु अपि तादृशम् एव आतिथ्यं प्राप्तं. लाभालाभौ रागद्वेषौ निन्दास्तुति वा तान् जनान् न बाधन्ते स्म. लाभालाभौ लाभश्च अलाभश्च. वदतु. अग्रिमं. रागश्च द्वेषश्च इतरेतद्वन्द्. अग्रिमं. निन्दास्तुति निन्दाश्च स्तुतिश्च इतरेत. हा, परन्तु अत्र किम् किम् अस्ति? किं निन्दास्तुति? भगिनी वदतु, अत्र किं किम् अस्ति इत्युक्ते? लाभालाभौ रागद्वेषौ तु इतरेतर द्वन्द्वः अस्ति. निन्दस्तुति तथा अस्ति, निन्दस्तुति अपि तथा अस्ति. स्तुति इकारान्तपदम् अस्ति, द्विवचने दीर्घ इकारान्त अस्ति. निन्दा च स्तुति च इतरेतर द्वन्द्वः. हा, स्त्रीलिङ्गपदम् अस्ति खलु, इकारान्त स्त्रीलिङ्गपदम् अस्ति, द्विवचने दीर्घम् इति भविष्यति इति अस्ति. हा हा, परन्तु भवान् अधि यदि स्तुति अस्ति चेत् नदी नद्यौ भवति न द्विवचने. अत्र तथा नास्ति, निन्दास्तुति समाहारद्वन्द्वः अस्ति. निन्दास्तुत्यौ न भवति न, निन्दास्तुत्यौ भवति. मति इति इकारान्तपदस्य द्वितीया विभक्ति किम् अस्ति? मति अस्ति, अत्र स्तुति अस्ति, नदी शब्दवती. मतिः मति खलु, दीर्घमस्ति खलु, ह्रस्वैकारान्तपदम् अस्ति चेत्. स्तुति यदि ह्रस्वैकारान्त अस्ति चेत् इतरे ह्रस्वैकारान्तपदम् अस्ति, अतः द्विवचनम् अस्ति, इतरे तुरदन्तः. समीचीनं. हा, इति अस्ति. अस्तु, समीचीनम्. अग्रे कः वदति? प्रसाद महोदय. धर्ममोक्षौ यज्ञदान तपांसि धर्ममोक्षौ यज्ञदान तपांसि एव तेषां लक्ष्यम् आसीत्. अत्र धर्ममोक्षौ इतरेतर अस्ति, यज्ञदानपांसि अपि इतरेतर अस्ति. अत्र त्रीणि पदानि सन्ति, यज्ञः दानः तपस्. हा, किं भविष्यति? अत्रापि इतरेतर अस्ति. हा, समीचीनमस्ति. अस्तु, अग्रे अग्रे कः करिष्यति? हा, उदयकुमार महोदय. भगवान् कृष्णः तान् उद्दिश्य अवदत्, अस्मिन् ग्रामे दुर्भिक्षं भवतु, नदीतटाकाः निर्जलाः भवन्तु. नदी नदी च तटाकाः च तैकीदृश अत्र अत्र यत्र द्वितीयं द्वितीयं अग्रे अग्रे ओके वृक्षेषु लतासु च फलपुष्पाणि मा वर्धन्ताम् इति फलानि पुष्पाणि च तत्रापि यत्र यत्र अस्तु समीचीनम् अग्रे महोदय कुशल महोदय भगवान् भवान् तु कृपासागरः सर्वेषां योगक्षेमं वहति एवं सति कथं दुष्टान् आशिषा अनुग्रहीतवान् सत्यान् च श्रुतवान् इति योगक्षेमं एकः इति वा समीचीनम् अस्तु अग्रे विनोद् महोदय श्रीकृष्ण अवदत् पार्थ पार्थ भवान् सृष्टिस्थितिलयस्य रहस्य न जानाति अत्र सृष्टि स्थानमस्ति लयः मिलित्वा षष्टिविभक्ति एकवचनं भवति तर्हि कीदृश समाहारः इति द्वन्द्वः इति अस्ति समीचीनं सृष्टिस्थितिलयम् इति पदम् अस्ति अस्तु समीचीनम् अग्रे प्रसाद् महोदय यदि विघ्नाः कष्टानि च भवन्ति तर्हि ग्रामे जनाः तत्र चिरं न तिष्ठन्ति ते आश्रयाम् अविष्यन्तः अन्यत् स्थानाम् उपगच्छन्ति तेन तेषु वर्तमानः सद्गुणाः तत्रैव भवन्ति सर्वत्र समापयतु महोदय समापयतु पूर्णतया भवन्ति ग्रामे यदि सर्वविधं सौकर्यं भवति तर्हि जनाः सुखभोगेषु रममाणाः बहिः नैव गच्छन्ति येन तेषां सद्गुणाः तदैव भवन्ति अतः सुखभोगेषु अस्ति सुखः भोगः वदतु इतरेतर सुखभोगः तर्हि प्रथमाविभक्तौ वदतु किं किम् अस्ति सुखभोगाः इति अस्ति सुखः च सुखः भोगाः सुखभोगाः हा भवितुम् अर्हति हा इति भोगः इति यत् अस्ति तत् बहुवचने अत्र सप्तमी बहुवचनं हा इति अस्ति हा समीचीनम् अस्ति अस्तु समापयतु उत्तमानां गुणानां प्रसारः यदि सर्वत्र इष्यते तर्हि उत्तमजनानां सर्वत्र गमनं अपेक्षणीयं तस्मात् अहं सज्जनानाम् अशुभम् अहं आकांक्षितवान् इति एतत् रहस्यं श्रुत्वा कृष्णस्य स्वस्य अनन्तरं विजानम् अर्जुनः परं विस्मयम् अगमत् हा इति अस्ति तर्हि वयं किं कृतवन्तः अद्य कथायाः पूर्णम् अर्थं तु न एकमेकं पठितवन्तः केवलं वयं प्रत्येकस्य स्थूलाक्षरलिखितं यत् द्वन्द्वसमासः यत् आसीत् तद्विषये चिन्तितवन्तः आगामिसप्ताहे किं करिष्यामः कथायाः अर्थं किं जनाद्वयं वदिष्यन्ति खलु प्रथमे विजयाभगिनी प्रथमपुटे यत् अस्ति तत् वदिष्यति स्वस्य भाषया न इत्युक्ते पुस्तकं पठित्वा इति नास्ति द्वितीयभागे यत् अस्ति कुशलमहोदय वदिष्यति खलु स्वस्य भाषया तर्हि द्वितीय आगामिकक्षाकम् आरम्भं भविष्यति कथायाः सारांशम् उक्त्वा अग्रे अध्यायस्य अग्रे गच्छामः हा प्रथमे सम्पूर्णतया अर्थम् अवगच्छन्तु गृहे स्वस्य भाषया एकवारं लिखतु विजयभगिनी अस्ति खलु अस्ति हा भवत्याः प्रथमपुटे यत् अस्ति तत् महोदयस्य कुशलमहोदयस्य द्वितीयपुटे पुटे यत् अस्ति तत् अस्तु समयः जातः अद्य खलु आगामिसप्ताहे पुनः मिलामः एवम् अग्रे गच्छामः अस्तु धन्यवादः धन्यवादः धन्यवादः